हरि ओम्, सर्वेषां स्वागतम्। अद्यतनन्यायवर्गस्य चिन्तनवर्गस्य विषयः अस्ति परामर्शविषये, परामर्शविषये विषयतानिरूपणम् इति मुख्यविषयः। तस्मिन् अन्तर्भूतः तस्मात् पूर्वं गते वर्गे किं पठितम् इति लक्ष्मी भगिनी स्मारयति वा? तत्र 186 तमे पुटे तत्र परामर्शे सप्तपदार्थघटिताः इति आसीत् खलु? परामर्शे परामर्शः कः इति प्रथमं वदति वा? परामर्शः इत्युक्ते व्याप्तिज्ञानं न केवलं व्याप्तिज्ञानम्, इतोपि एकं सोपानम् भगिनी उक्तवती पक्षधर्म। किं भगिनी, सरला भगिनी किम् उक्तवती? व्याप्ति अपि वदतु। तत्र ज्ञानद्वयम् आवश्यकम्। एकः अस्ति हेतुज्ञानम्, अनन्तरं हेतुज्ञानम्, अनन्तरम् अस्ति व्याप्ति। द्वयोः मिलित्वा परामर्शः इति उच्यते इति इत्युक्ते अस्मिन् पक्षे व्याप्तिविशिष्टहेतुः अस्ति इति ज्ञानं, यथा पर्वते व्याप्तिविशिष्टधूमः अस्ति इति, अस्मिन् पर्वते यः धूमः अस्ति सः धूमः व्याप्तिविशिष्टः सम्यक् अस्तु। तत्र 186 तमे पुटे द्वितीयपरिच्छेदः, अस्मिन् परामर्शे या व्याप्तिः, तत्र आरभ्य लक्ष्मी भगिनी पठति वा? अस्मिन् परामर्शे या व्याप्तिः विषयी भवति सा पञ्चपदार्थघटिता इति प्राक् उक्तमेव, अतः तामपि विकसित अवस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थाः परामर्शे विषयी भवन्ति। मुख्यप्रकारः वह्नि, वह्नि को अर्थः? यस्मिन् विशेष्यतः नास्ति सः मुख्यप्रकारः। ज्ञानैः वह्नौ न विशेषणानुसरणं भासते इति तत्र विद्यमानप्रकारता मुख्यप्रकारता। एवमेव पर्वते विद्यमानविशेष्यता मुख्यविशेष्यता, तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति। अस्तु अस्तु, अस्मिन् परामर्शे इत्युक्ते अस्मिन् परामर्शः इति एकप्रकारकः एकविधज्ञानं अन्यद्वयोः ज्ञानयोः मिलित्वा नूतनज्ञानम् उत्पन्नं, तादृशपरामर्शज्ञाने या व्याप्तिः, तस्मिन् अन्तर्भूतः ज्ञानमस्ति व्याप्तिः। व्याप्तिः विषयी भवति, व्याप्तिः विषयी भवति सा पञ्चपदार्थघटिता इति प्रावृत्तमेव। अस्तु, व्याप्तिः विषयी भवति इत्युक्ते किञ्चित् तत्र कथं अवगन्तव्यम् इत्युक्ते ज्ञाने विषयता अस्ति, विषयी अस्ति, ज्ञानविषयी करोति इत्युक्ते अत्र व्याप्तिविषयकज्ञानं, व्याप्तेः ज्ञानमेव अस्तु विषये भवति सः पञ्चपदार्थघटिता इति का उक्तमेव के के पञ्चपदार्थाः इत्युक्ते साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति खलु ट्यूशन् हेतुः नास्ति तादृशव्याप्ति हेतौ अस्ति इति सर्वं अस्तु व्याप्ति व्याप्ति पञ्चपदार्थघटिता घटिता इत्युक्ते अस्तु पञ्चपदार्थघटिता विषयाः हेतौ इति अवगन्तव्यं खलु इत्युक्ते यदि हेतु इति धूमः पश्यामः तदा तत्र यत्र धूमस्य भावः यदि धूमः पश्यामः यत्र धूमस्य अभावः नास्ति तत्र बह्निः नास्ति यत्र बह्निः अस्ति तत्र धूमः अपि अस्ति इति अपि च वृत्तित्वम् इत्युक्ते आदेयः धूमः आदेयः तस्य अधिकरणं तस्य यत्र आदेयः अस्ति तत्र अधिकरणं भवेत् एव तस्य धूमवर्गीयोः मध्ये सम्बन्धः आधार आदेयसम्बन्धः इति वक्तुं शक्नुमः वा तथा न उच्यते अस्तु आं तथा न उच्यते आं सत्यं किमर्थं चेत् धूमः तु सर्वत्र गच्छति अपि च अत्र स्मारयामि यत्र तत्र व्याप्तेः लक्षणवाक्यं किम् उक्तं वर्गे इत्युक्ते साध्य अभाववत् अवृत्तित्वम् यत्र साध्य अभावः अस्ति तस्मिन् अधिकरणे वृत्तित्वस्य अभावः यस्य अस्ति सः हेतुः यत्र वह्निः अभावः अस्ति यत् पूर्वं पठितं खलु हृदादि तत्र तथा तादृशचिन्तनं जलम् अस्ति तत्र तस्मिन् अधिकरणे अधिक आधेयता तस्य हेतोः नास्ति अभावः अस्ति तादृश तादृशलक्षणं व्याप्तेः लक्षणम् साधु साधु महोदय आसम् अस्तु आम् साध्य अभावे अवृत्तित्वं व्याप्तिः इति तस्य लक्षणम् अस्तु अस्तु अतः तामपि विकसिता अवस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थः परामर्शे विषयी भवन्ति ओ विकसित अवस्थायाम् इत्युक्ते अस्मिन् अत्र चित्रमस्ति यत्र चित्रे पक्षतज्ञानमपि अस्ति इत्युक्ते पर्वतः अपि तत्र अस्ति पर्वतः धूमवान् इति वदनेन तत्र पर्वतः विशेष्यता धूमः विशेषणं यदि तदपि यदि वयं स्वीकुर्मः चेत् तत्र सप्तपदार्थघटिता भवति परामर्शज्ञानं पूर्वमुक्तपञ्चपदार्थाः अनन्तरं ये हेतु अपि च पक्षतज्ञानं सर्वं मिलित्वा तत्र सप्तपदार्थाः परामर्शे विषयी भवन्ति मुख्यप्रकारः वह्निः को अर्थः यस्मिन् विशेषता नास्ति सः मुख्यप्रकारः अस्तु वह्निः इति तत्र सर्वस्य उपरि अस्ति तस्मिन् विशेष्यता एव नास्ति विशेषता केवलं प्रकारता एव वह्निः ज्ञानैः वह्नौ न विशेषण अनन्तरं भासते इति तत्र विद्यमानप्रकारतः मुख्यप्रकारतः अस्तु अस्तु ज्ञाने वह्निः केवलं विशेषण विशेषणरूपेणैव भासते अन्य अन्य कोऽपि इत्युक्ते यदि वदामः पर्वतः वह्निमान् तस्मिन् वाक्ये केवलं वह्निः तत्र विशेषणमस्ति सो ज्ञाने वह्निः वह्निः विशेषणता रूपेणैव भासते किन्तु पर्वतः वह्निमान् इति तादृशवाक्यं वदनात् पूर्वं धूमः एव साक्षात् दृश्यते व्याप्तिज्ञानं मिलित्वा एव पर्वतः वह्निमान् इति ज्ञानम् उत्पन्नम् अतः तत्र वह्निः केवलं विशेषणम् अनन्तरं तस्य अन्तर्भूतः तत् सत्यं किन्तु अत्र तथा न उक्तम् अत्र किम् उक्तं किमर्थं वह्निः वह्ने मुख्यप्रकारता अस्ति इत्युक्ते ज्ञाने वह्नौ विशेषण अनन्तरं न भासते वह्निः कस्यापि विशेषः नास्ति वह्नेः को विशेषणं किमपि नास्ति कीदृश अग्निः इति तत्र विशेषणं नास्ति खलु विशेषण अनन्तरं न भासते वह्नौ तदनन्तरं केवलं प्रकारता तथा तस्मात् मुख्यप्रकारता अग्रे यत् सर्वम् अस्ति अधः सर्वं तेषु विशेषता अपि अस्ति प्रकारता अपि अस्ति खलु तत्र परस्परं भावः विशेषता प्रकारता भावः सम्बन्धः परस्परम् अस्ति किन्तु वह्नौ विशेषता नास्ति किन्तु प्रकारता अस्ति तदर्थं मुख्यप्रकारता इति खलु तथा एव अग्रे एवमेव एवमेव पर्वते विद्यमानविशेष्यता मुख्यविशेष्यता तत्र पर्वते पर्वतः विशेषणता इव न भासते एव तत् तस्मिन् विशेष्यता एव अस्ति इति पर्वतः इति पक्षता ज्ञानं तस्मिन् विशेष्यता एव भासते अन्य कोऽपि तस्मिन् प्रकारता को अन्य कोऽपि विशेषणः नास्ति इत्युक्ते विशेषणः अस्ति चेत् तत् भूमः इत्यादि एव न तु पर्वतः पर्वते भिन्नप्रकारता नास्ति नास्ति अनिलपर्वतः उन्नतपर्व उन्नतपर्वतः किमपि नास्ति सत्यम् तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति अतः पर्वते प्रकारता नास्ति इत्युक्ते पर्वतः कस्यापि विशेषणं न भवति किं पर्वतः विशेषणं भवति चेत् कथं भवति पर्वतपक्षिः पर्वते विशेषणता नास्ति प्रकारता न भवति नास्ति अग्रे इदानीं मुख्यविशेषता पर्वते मुख्यप्रकारता वह्नौ इति तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेषता मुख्यविशेषता भवति अत्र तस्याः अधिकरणे इत्युक्ते मुख्यविशेषता या मुख्यविशेषता यत् पर्वते अस्ति तस्याः अधिकरणे पर्वतः अस्ति पर्वते अन्य कोऽपि प्रकारता नास्ति इति कृत्वा स्वविशेषता मुख्यविशेषता अत्र मुख्यप्रकारतायाः प्रभृतिविषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यं विशेष्यता आशयनिष्ठप्रकारता इति च वाच्यम् अस्तु अत्र अस्मिन् चित्रं कथं पठनीयम् इति अत्र अस्मिन् अग्रे आगच्छति विस्तरेण अग्रे आगच्छति केवलम् अत्र कथं वक्तव्यम् इति सः वदति आम् मुख्यप्रकारतया मुख्यप्रकारता इत्युक्ते तत्र मुख्यप्रकारतायाः तत्र आरभ्य प्रकारतानिरूपितविशेष्यताः आश्रय वह्निनिष्ठ पुनः वह्निनिष्ठविशेष्यता न एकनिमिषं विशेषता आश्रय भग्नी नास्ति खलु, भग्नौ विशेषता नास्ति खलु, आम् किन्तु मुख्यप्रकारकाय प्रभृति इति उक्तं, तत्र तु उपरि उपरितनः उपरिस्ततः आरम्भं करणीयं खलु, तत् किञ्चित् अग्रे आगच्छति. अत्र केवलं प्रकारता निरूपितविशेषता इति तथा आरब्धं करणीयम्. अस्तु, वह्निनिष्ठप्रकारता इति अस्ति. अस्तु, अग्रे विशेषता आश्रयनिष्ठप्रकारता, विशेषताश्रय अत्र अभावः, अग्रे अभावः, तन्निष्ठप्रकारता इति द्वितीयं स्थलम् इति अग्रे आगच्छति. केवलं किञ्चित् प्रिव्यू अस्ति, तथा अग्रिमपरिच्छेदे अधः आरभ्य पर्वतः तत्र आरभ्य किमस्ति पठतु कृपया अग्रिमपुटे 187. मुख्यविशेषतायाः प्रभृति विषयतानिरूपणे आरभ्य विशेषतानिरूपितप्रकारता इति सर्वत्र वक्तव्यं, प्रकारता आश्रयनिष्ठविशेषता इति च वक्तव्यम्. अत्र मुख्यविशेषता इत्युक्ते पर्वतः तस्मात् आरभ्य ततः आरभ्य विषयतानिरूपणे आरभ्य विशेषतानिरूपितप्रकारता, ओ अस्तु, विशेषतानिरूपितप्रकारता प्रकारता आश्रयः प्रकारता आश्रयः धूमः धूमः अनन्तरं विशेषता धूमनिष्ठविशेषतानिरूपितप्रकारतायाः आश्रयः अभावः निष्ठ इति इत्यादि खलु. साधु एतावत् प्रश्नः नास्ति चेत् अग्रे गन्तुं शक्नुमः. सरलभगिनी अग्रे पठति वा परामर्शविषयतानिरूपणम्? अस्तु महोदय, परामर्शविषयतानिरूपणं परामर्शज्ञानम् अस्ति, तद् ज्ञानं कथं विषयतायाः निरूपणं करोति तस्य विवरणम् आगच्छति, तथा च वह्निनिष्ठप्रकारता निरूपितविशेषता आश्रय अभाव निष्ठ प्रकारता निरूपितविशेषता आश्रय अधिकरण निष्ठप्रकारता निरूपितविशेषता आश्रय वृत्तित्वनिष्ठप्रकारता निरूपितविशेषता आश्रय अभावनिष्ठप्रकारता निरूपितविशेषता आश्रय धूमनिष्ठप्रकारता निरूपितपर्वतनिष्ठविशेषतानिरूपक ज्ञानं परामर्श. पर्वतः वह्न्याभाव अधिकरणं निरूपित वृत्तित्व अभाव अभाववत् धूमवान् इत्याकारक संक्षेपतया पर्वतवह्न्याव्याप्य धूमवान् इति आकारक. इदानीं यथा इदानीं भगिनी पठितवती सप्तपदार्था निरूपं भवति परामर्शज्ञाने. प्रथमती वह्नि साध्यम् अभाव प्रति प्रथमम् अभाव अस्ति साध्याभाव अधिकरणं साध्याभावस्य अधिकरणं, तदनन्तरम् अधिकरणं यस्मिन् वृत्तित्वम् अस्ति, द्वितीय अभाव अस्ति यस्मिन् साध्याभावस्य अधिकरण अवृत्तित्वं भवति, तत् अभाव कुत्र अस्ति यत् हेतो वा धूमे अस्ति तद् धूम कुत्र तस्य अधिकरणं पक्ष पर्वत इति अस्ति. सो तस्य यदि वयं विस्तरेण वदामः इति भवति वह्निनिष्ठप्रकारता निरूपितविशेषता आश्रय अभाव निष्ठप्रकारता निरूपितविशेषता आश्रय अधिकरणं निष्ठप्रकारता निरूपितविशेषता आश्रय वृत्तित्वं निष्ठप्रकारता निरूपितविशेषता आश्रय अभावनिष्ठप्रकारता निरूपितविशेषता आश्रय धूमनिष्ठप्रकारता निरूपितविशेषता आश्रय पर्वत. यदि वयं ज्ञानं प्रति गच्छामः तु धूमनिष्ठप्रकारता निरूपितपर्वतनिष्ठ विशेषताप्रकारक ज्ञानमिति भवति. तद् ज्ञानं संक्षेपे यदि वयं वदामः इति अस्ति वह्न्याभाव अधिकरण मीन्स् वह्न्याभाव यत्र रण्याभावाद् अधिकरणे अस्ति यथा जलादि हृदादि इति, तस्य वृत्तित्वस्य अभावः भवति धूमे, तत् धूमवान् यस्य पक्षः अस्ति इति भवति व्याप्ति परामर्शज्ञानं. व्याप्ति अपि पक्षता धर्म आगच्छति तत्र. सो संक्षेपे अस्ति पर्वतः वह्न्या व्याप्य धूमवान् इति आकार अस्ति इति अस्ति परामर्शज्ञानस्य आकार, वह्नी व्याप्य धूमवान् पर्वत इति. सो तत्र अस्ति परामर्श ज्ञानस्य विस्तरेण निरूपणं. तदनन्तरम् अस्ति यदि वयं मुख्यविशेषता आरभ्य वदामः. एकनिमिषम् तत्र पुनः पञ्चेन वदामि. तत्र आरम्भे पश्यतु वह्नौ किम् अस्ति, प्रकारता, मुख्यप्रकारता अस्ति खलु, वह्निनिष्ठप्रकारता इति अस्ति, तन्निरूपित अग्रे विशेषता अस्ति. विशेषता कुत्र अस्ति? अभावे अस्ति. तर्हि वह्निनिष्ठप्रकारता निरूपित विशेषता आश्रयः अभावः, तन्निष्ठप्रकारता पुनः अस्ति, तन्निरूपित पुनः विशेषता आश्रय अधिकरणम् इति चेन् गच्छति खलु. तथा केवलं एकं लिङ्क् महावक्तं पठनं साधु अस्ति किन्तु अवगन्तव्यं खलु कथम् अस्ति सर्वं. वर्णप्रकारता अस्ति, तन्निरूपिते अभावः अस्ति, अभावे विशेषता अस्ति, तर्हि विशेषता आश्रय अभावः. प्रत्येक अधिकरणे यथा अभावः अस्ति तस्मिन् विशेषता अपि अस्ति, प्रकारता अस्ति. केवलं मुख्य प्रकारता अस्ति तत्र केवलं प्रकारता अस्ति, यथा वह्नो तत्र विशेषता नास्ति. तथैव पर्वते यत्र पक्ष अस्ति अधोभागे तत्र केवलम् एकं विशेषता अस्ति, परन्तु का प्रकारता नास्ति. आहत्य सर्वे अशिष्ट ये पदार्था ज्ञानी विषयीभूत भवन्ति तेषां विषयता प्रकारता द्वयो अस्ति, द्वयोः विशेषता प्रकारतयो एकसमानाधिकरणम् अस्ति. समीचीनं तथा अस्ति. अत्र आहत्य किं ज्ञानं? पर्वतः एषः वह्नि अभाव अधिकरण निरूपित वृत्तित्वं, वृत्तित्वम् इत्युक्ते आधेयता, आदेयतायाः अभाववत् धूमवान् इति आकारकः. इतोपि सरलरीत्या भगिनी उक्तवती पर्वतः एषः पर्वतः वह्नि व्याप्य धूमवान्, तदेव मुख्यविषयः. अस्माकं लक्षणवाक्यं व्याप्तिलक्षणवाक्यं यत् अस्ति अस्ति साध्याभाववत् अवृत्तित्वं तत्र आगच्छति धूमपर्यन्तं साध्याभाववत् अवृत्तित्वं, तदनन्तरं धूमवान् पर्वत पक्षता धर्मज्ञानं आगच्छति. त्रयः अपि समानं ज्ञानं, ज्ञानत्रयं समानम्. एकविस्तारेण विस्तारेण उक्तं, द्वितीय किञ्चित् सरलेन, अन्तिमे इतोपि सरलेन परामर्शः. अस्तु, इदानीं रश्मि भगिनी अग्रिमपरिच्छेदः इदानीं पर्वतः तत्र आरभ्य कथं भवति? यदि मुख्यविशेषतायाः प्रभृति विषयताः निरूपयामः तदा पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः धूमः, धूमनिष्ठविशेष्यतानिरूपित प्रकारतायाः आश्रयः अभाव, अभावनिष्ठविशेष्यतानिरूपित प्रकारता आश्रयः वृत्तित्वं, वृत्तित्वनिष्ठविशेष्यतानिरूपित प्रकारता आश्रयः अधिकरणम् इष्टविशेषतानिरूपितप्रकारता याः आश्रयः अभावः, अभावनिष्ठविशेषतानिरूपितप्रकारतायाः आश्रयः वह्निः. पुनः अस्तु, अरे तत् इत्युक्ते प्रथमं वयं वह्निनिष्ठप्रकारता इति आरम्भं कृतवन्तः पूर्वस्मिन् परिचये, अत्र प्रकृतयः आश्रयः बन्धिः इति विपरीतरीत्या समाप्तं भवति. कन्सिस्टेण्ट् टीचर् इति वक्तुमिच्छामि केवलम्. अपि च अन्तिमज्ञानं समानं खलु, धूमवान् तादृशधूमः, कीदृशधूमः, व्याप्तिविशिष्टधूमः, यः धूमः वर्णीय अभाव अधिकरण यस्य अधेयता भावः अस्ति व्याप्तिविशिष्टधूमः तत्र व्याप्तेः वर्णनमस्ति. एतत् पञ्चपदार्थाः वह्निः अभावः अधिकरणं मृत्युत्वम् अभावः इति इत्युक्ते अस्तु आम् तत्र आहत्य यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति इति विवक्षा. कथम् उक्तं वह्निः अभाव यस्मिन् अधिकरणे अस्ति तत्र अधेयता मृत्युत्वम् अभावः अस्ति यस् कस्य हेतोः अस्तु धूमस्य. अत्र तादृशधूमवान् यस्य वह्नि अभाव अभावस्थले तस्यापि अभावः अस्ति. यस्मिन् अधिकरणे वह्नि अभावः अस्ति तस्मिन् अधिकरणे हेतोः अपि अभावः, धूमस्य अपि अभावः अस्ति. धूमस्य अधेयता नास्ति, अधेयतायाः अभावः अस्ति, तद् हेतुः. साधु साधु महोदय साधु आमां सरलभगिनी अग्रे पठतु. इह इह समानाधिकरणयोः विषयतयोः अवच्छेद्यावच्छेदकभावो भवति. यथा वह्निनिष्ठप्रकारतानिरूपतया अभावनिष्ठविशेषता एवम् अधिकरणनिष्ठविशेषता निरूपित अभावनिष्ठप्रकारता अनयोः समानाधिकरणम् अस्ति. अतः तयोः प्रकारत्वविशेषतयोः अवच्छेद्यावच्छेदकभावः भवति. यथा वयं चित्रे दृष्टवन्तः वह्निनिष्ठप्रकारता निरूपतिविशेषता आश्र अभावनिष्ठप्रकारता. अत्र वयं पश्यामः अभावे अभाव अधिकरणमस्ति, तस्मिन् विशेषता अपि वर्तते प्रकारता अपि वर्तते द्वयोः. अतः विशेषता अपि प्रकारता द्वयोः अधिकरणम् एकम् अस्ति अभावः. सो तयोः मध्ये विशेषता प्रकारता तयोः मध्ये समाना अधिकरणं वर्तते. सो यदि अभावे विशेषता अस्ति तु विशेषतायां प्रकारतायाः समानाधिकरणम् अस्ति, तथैव प्रकारतायां विशेषतायाः समानाधिकरणं वर्तते. सो द्वयोः मध्ये अवच्छेदावच्छेदकभावः भवति. यथा प्रकारता अस्ति सा भवति अग्रे आगच्छति, विशेषत्वम् अवच्छिन्ना अपि अभावत्वम् अवच्छिन्ना भवति. तथैव विशेषता प्रकारतायाम् अवच्छिन्ना भवति अपि अभावत्वम् अवच्छिन्ना भवति. उदयो मध्ये अवच्छेद्य अवच्छेदकभावः वर्तते विशेषता प्रकारतयोः. अत्र समानाधिकरणं किम्? समानाधिकरणम् अस्ति अभाव, द्वयोः अधिकरणम् एकम् अस्ति अभाव समानाधिकरणं. समानाधिकरण्यं तस्य भाव वर्तते विशेषतायां वा प्रकारतायां. यथा वह्निनिष्ठप्रकारता निरूपिता अभावनिष्ठविशेषता, तथैव अधः उपरि गच्छामः चेत् अधिकरणनिष्ठ विशेषतानिरूपित अभावनिष्ठप्रकारता. तर्हि अभावे विशेषता अपि अस्ति प्रकारता अपि अस्ति, तस्मात् यथा भगिनी उक्तवती अभावः समानाधिकरणम्. यत्र तथा अस्ति तत्र अवच्छेद्य अवच्छेदकभावः अपि वक्तुं शक्नुमः, कथमिति अग्रे उच्यते. अत्र अभाव समानाधिकरणे इत्युक्ते अभावः एकः अधिकरणः, तत्र तस्मिन् विषय विशेषताप्रकारतः द्वयोः अपि अस्ति इति कृत्वा सामानाधिकरणीयं खलु खलु सत्यं अस्तु. अनन्तरं तत् विशेषताप्रकारतयोः मध्ये अवच्छेद्य अवच्छेदक अभावः अस्ति इति अत्र विषयः. कीदृशविशेषता तत्रापि अवच्छेदक अवच्छेदकभावः अस्ति किमस्ति इति अग्रे आगच्छति सर्वं विस्तारेण. महोदय गृहमहोदय वर्गे उक्तवान् इति मतम् अस्ति गदाधारभट्टाचार्यस्य. सत्यं गदाधारभट्ट सत्यम् अग्रे अग्रे लक्ष्मीलग्नि पठति वा पूर्वम्? पूर्वम् एतादृश अवच्छेद्य अवच्छेदक अवच्छेदकभाव भावान् अनालोचने अस्माभिः भावान् आलोचने इति खलु तत्र भावना आलोचने अस्माभिः विशेषता क्षम्यां भावान् भावान् आलोचने भावान् आलोचने भावान् आलोचने इति चिन्तयामि खलु. तत्र अकारान्तशब्दः पुल्लिङ्गशब्दः द्वितीयविभक्ति बहुवचनं रामान् भावान् आलोचने भावान् आलोचने अस्माभिः विशेषता आश्रय विशेषता आश्रय अभावनिष्ठप्रकारता इति प्रकारता आश्रय अभावनिष्ठविशेष्यता इति रीत्या सर्वा सर्वत्र सर्वत्र उक्तं. सम्प्रति अवच्छेद्य अवच्छेदकभावे आलोचिते विशेषत्व अवच्छिन्न अभावनिष्ठप्रकारता इति प्रकारत्व अवच्छिन्न अभावनिष्ठविशेषता इति वा वाच्यम् अस्तु महोदय प्रयत्नं कुर्मः. पूर्वम् एतादृश अवच्छेद्य अवच्छेदकभावान् आलोचने अस्माभिः विशेष्यता आश्रय अभावनिष्ठप्रकारता इति पूर्वं चित्रं पश्य 140 चित्रं पश्यतु तत्र विशेषता आश्रय अभावः खलु विशेषता आश्रय अभावनिष्ठप्रकारता आम् अप्रकारता आश्रय अभावनिष्ठविशेष्यता अस्तु सर्वमस्ति आमां तत् सत्यम्. अत्र पूर्वम् इति पूर्वम् इत्युक्ते कुत्र अहं चिन्तितवती इत्युक्ते प्रथमवारं यदा अवच्छेद्य अवच्छेदकभाव पठितवन्तः तस्मिन् अवधौ वा अत्र प्रायः न स्मरामि इदानीं कुतः तदा किमपि भवेत् तथैव अत्र इदानीं किम् अत्र इदानीं सम्प्रति अवच्छेद्य अवच्छेदकभावे अवच्छेद्य अवच्छेदकभावे आलोचिते विशेषत्व अवच्छिन्न ओ अत्र अस्तु विशेषत्व अवच्छिन्न अभावनिष्ठप्रकारक विशेषत्व इति तत्र धर्मं स्वीकृत्य अवच्छिन्न इति पदं योजयामः विशेषत्व अवच्छिन्न अभावनिष्ठप्रकारता इति नो चेत् प्रकारत्व अवच्छिन्न प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता इति वा वाच्यम् अस्तु. प्रथमम् आश्रयनिष्ठ इति पदान् इति पदाः पदानामुपयोगम् अभवत्. अधुना यदि अवच्छिन्न इति वदामः चेत् तत्र धर्मस्य धर्मं स्वीकुर्मः इति विशेषत्व अवच्छिन्न विशेषता आश्रय इन्स्टेड् आफ् कथं संस्कृते वक्तुं तस्मिन् स्थाने तस्मिन् स्थाने विशेषत्व अवच्छिन्न अभावनिष्ठप्रकारता अथवा प्रकारत्व अवच्छिन्न अभावनिष्ठविशेषता इति वा वाच्यम् सरलमस्ति खलु. यत्र आश्रयपदम् आसीत् तत्र धर्मनिष्ठ धर्मत्व अवच्छिन्न इति वक्तव्यं विशेषता आश्रय तत्र विशेषत्व अवच्छिन्न यतोहि विशेषता अपि धर्मः अस्ति तल् प्रत्यय योजित्वा त्वम् अस्ति घञ् प्रत्यय योजित्वा अस्ति किन्तु यदि अवच्छिन्ना वयं वदामः महोदय उक्तवान् त्व प्रत्यय योजित्वा साधु भवति वदनेन सत्यं तथा शैली अस्ति इति शैली अस्ति आम् प्रकारता आश्रय तस्य स्थाने प्रकारत्व अवच्छिन्न तावदेव साधु अस्तु अग्रे सरला भगिनि तर्हि तर्हि समग्रपरिष्कारः कीदृशः भवेत् इति पर्यालोचनीयं यदि समग्र मीन्स् तस्य न केवलं विशेषताया अभाव प्रकारतायाः धर्म स्वीकृत्य किन्तु अधिकरणम् अस्ति तस्य अपि धर्म उक्त्वा कथं निरूप्यनिरूपकभावः आगच्छति तत्र पुनः वक्तव्यं किञ्चित् मुख्यप्रकारतायाः आरभ्य कथने यथा प्रकारतायाः समानाधिकरणविशेषता अवच्छेदका तथैव अभावे विद्यमान अभावत्वमपि अवच्छेदकं यदा मुख्यप्रकारता वह्नोः मुख्यप्रकारता अस्ति वह्नी निष्ठप्रकारता तत्र वयं प्रकारता निरूपित यत् विशेषता इति विशेषत्वं तस्य धर्म स्वीकृत्य अवच्छेदकभाव वयं वदामः तथैव तस्य अधिकरणम् अस्ति अभाव तस्य धर्म स्वीकृत्य तत् वयम् अवच्छेदकभाव अपि प्रकटं कर्तुं शक्नुमः एवं मुख्यविशेषतायाः प्रभृति निरूपणे विशेषता यथा प्रकारता अवच्छिन्ना भवति तदेव अभावत्व अवच्छिन्ना भवति यथा मुख्यविशेषता पर्वतनिष्ठमुख मुख्यविशेषता अस्ति ता निरूपति प्रकारता तत् प्रकारता अपि न केवलं पर्वत ता प्रकारता विशेषतां निरूप्यति प्रकारत्वेन केवलम् अवच्छिन्ना न भवति ता विशेषता धूमनिष्ठविशेषता धूमत्वे अपि अवच्छिन्ना भवति सो द्वयोः प्रकारतायोः अपि विशेषतायोः तस्य अधिकरणनिष्ठधर्म अस्ति तस्मिन् अधिकरणनिष्ठधर्मेण अपि प्रकारताया विशेषता निष्ठधर्म अस्ति तयोः अवच्छिन्ना भवति अत्र उदाहरणमस्ति अभावः अस्ति उपरि यत् अभावः अस्ति अत्र प्रकारता दत्तमस्ति सा प्रकारता अस्ति विशेषता अवच्छिन्न अपि अभावत्वा अवच्छिन्न प्रकारता यथा यदि वयं स्वीकुर्मः पूर्वं नवत्रिशन्ति एकाधिकं चित्रे वह्नोनिष्ठप्रकारता निरूपति विशेषता अवच्छिन्ना अभावत्वा अवच्छिन्ना प्रकारता इति भवति उपरि अधोभागे अस्ति तत् अभावद्वितीय अभाव यत् अस्ति तत् अस्ति अभावनिष्ठप्रकारत्व अवच्छिन्न अभावत्वनिष्ठ अभावत्व अवच्छिन्न विशेषता यत् द्वितीय अभाव अधोभागे दत्तमस्ति तत्र पूर्वं पठितं प्रकारत्व अवच्छिन्न विशेषता अपि च विशेषत्व अवच्छिन्न प्रकारता इतोपि एकं स्थलं योजयामश्चेत् तत्र अभावे किम् अस्ति अभावत्वम् अस्ति तदपि अवच्छेदकधर्मः अस्ति खलु तस्मात् प्रकारता प्रथमचित्रे 188 तमे पुटे प्रथमचित्रे या प्रकारता अस्ति सा विशेषता अवच्छिन्न प्रकारता अभावत्व अवच्छिन्न प्रकारता अपि च अभावनिष्ठप्रकारता इति त्रयं विषयत्रयं तस्मिन् योजयितुं शक्नुमः अभावे. तथा एव अग्रिमचित्रे प्रकारता अवच्छिन्न प्रकारत्व अवच्छिन्न विशेषता, अभावत्व अवच्छिन्न विशेषता, अभावनिश्च विशेषता इति विषयत्रयं योजयित्वा अग्रे दीर्घवाक्यम् आगच्छति. खलु इतोपि एकं स्थलं योजितम् अत्र समग्रपरिष्कारः. एकं परिष्कारं कृतं यत्र आश्रयता आश्रयतायाः स्थाने विशेषस्य अवच्छिन्न अपि च प्रकारस्य अवच्छिन्न इति भावः आनीतम् इति एकं परिष्कारं. द्वितीयं परिष्कारं धर्म अभावधर्म, अभावे किम् अभावे अथवा अधिकरणे वृत्तित्वे तत्र सर्वधर्म अस्ति खलु, वृत्तित्वत्वम् अधिकरणत्वं धूमत्वं सर्वमस्ति खलु. तादृशधर्मः अपि आनयामश्चेत् कथं भवति इति द्वितीयसोपाने परिष्कारं. खलु अग्रे लक्ष्मी भगिनी अन्तिम अग्रिमं परिच्छेदम् अतः इतः वह्निस्वादेरपि अवच्छेदकत्वम् अन्तर्भाव्य सर्वाः विषयताः निरूपणीयाः. तत् प्रकारश्च वह्नित्व अवच्छिन्न वह्नित्वा अवच्छिन्न प्रकारतः निरूपित विशेषत्व अवच्छिन्न विशेषत्वा अवच्छिन्न अभावत्वा अवच्छिन्न अभावनिष्ठप्रकारता निरूपित विशेषत्वा अवच्छिन्न अधिकरणत्वा अवच्छिन्न अधिकरणनिष्ठप्रकारता निरूपित विशेषत्वा अवच्छिन्न वृत्तित्वा अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्व निष्ठप्रकारता निरूपित विशेषत्व अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपित विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठप्रकारता निरूपित पर्वतत्व अवच्छिन्न विशेषतानिरूपकं ज्ञानं परामर्शः. अस्तु अस्तु, अधुना इत्थमेव मुख्यविशेषतायाः प्रवृत्तिविषयताः निरूपणीयाः. अस्तु, ज्ञानं कीदृशी ज्ञान परामर्शज्ञानं कीदृशी तस्य लक्षणं किमिति इत्युक्ते एतद् दीर्घवाक्यम् अत्र अस्ति. यत्र यदि उपरितः मुख्यविशेष्यता मुख्यप्रकारता तत्र ततः आरम्भमः चेत् तत्र एक दीर्घवाक्यं भवति. पुनः तत् वक्तव्यं वा महोदय? अस्तु, प्रथमवाक्यं पूर्वं वह्निनिष्ठप्रकारता इति आसीत् खलु, अत्र किम् अस्ति? वह्नित्व अवच्छिन्न प्रकारता निरूपित मुख्यप्रकारतायाः विशेषतया नास्ति. हा, वह्नित्व अवच्छिन्न प्रकारता निरूपित. अग्रे भगिनि, वह्नित्व अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न प्रकारता अभावनिष्ठप्रकारता. ओ अस्तु, अभावनिष्ठप्रकारता निरूपित. अस्तु अत्र प्रथमं सर्वत्र तत्र वाक्यत्रयम् अस्ति, वाक्यत्रयम् अस्ति इत्युक्ते विशेषत्व अवच्छिन्न प्रकारत्व अवच्छिन्न अभावनिष्ठप्रकारता. प्रत्येकं प्रकारता प्रकारतायाः पदं त्रयं, विशेषत्व अवच्छिन्न क्षम्यतां विशेषत्व अवच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठप्रकारता तन्निरूपित. अग्रे अस्ति अधिकरणमस्ति तन्निरूपित विशेष पुनः विशेषत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठप्रकारता तन्निरूपित विशेषत्व पुनः विशेषत्व अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्वनिष्ठप्रकारता निरूपित विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपित विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठप्रकारता निरूपित पुनः धूमनिष्ठ प्रकारता अत्र सावधानं भवेत् धूमनिष्ठप्रकारता निरूपित पर्वतत्व अवच्छिन्न विशेषता पर्वतत्व अवच्छिन्न विशेषता तादृशनिरूपकज्ञानं परामर्शः महोदय एतादृशदीर्घवाक्यानि ज्ञाने सर्वत्र नास्ति एव तेषां शैली अस्ति सरलरीत्या न वक्तव्यम् इति तेषां किं सिद्धान्तः अस्ति इति इदानीं सरला भगिनी किं करिष्यति अधः आरभ्य वदति खलु अस्तु तत् कथमस्ति मुख्यविशेषता आरभ्य अस्ति पर्वत अवच्छिन्न पर्वतनिष्ठविशेष पर्वतत्व अवच्छिन्न पर्वतत्व अवच्छिन्न या पर्वतत्व अवच्छिन्न पर्वतनिष्ठविशेषता निरूपित प्रकारत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठविशेषता निरूपित प्रकारत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठविशेषता निरूपित प्रकारत्व अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्वनिष्ठविशेषता निरूपित प्रकारत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठविशेषता निरूपित प्रकारत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठविशेषता निरूपित वह्नित्व अवच्छिन्न वह्निनिष्ठप्रकारता निरूपक ज्ञानम् इति अस्ति पर्वत वहन् अन्ते किमस्ति वह्नि अन्ते वह्नित्व अवच्छिन्न प्रकारता अवच्छिन्न वह्निनिष्ठप्रकारता निरूपक ज्ञानम् धूमवान् पर्वत अस्तु अग्रे केवलम् उदाहरणद्वयं पुनः आगच्छति तत्र किं सरलभगिनी अग्रे पठति वा विषयतानां विषयतानां निरूप्यनिरूपकभावस्य अवच्छेद्य अवच्छेदकभावस्य च अभ्याससार्थम् एवविधानि नैकानि ज्ञानानि सम्प्रदायसिद्धानि महित्वा चिन्तनीयं यथा वयं गृहीत्वा चिन्तनीयम् अस्माकं प्रकृत उदाहरणे अस्ति सम्पूर्णं परिचयं पठतु कृपया तेषु च अस्मद्गुरुचरणा प्रातःस्मरणीया कालतीस्था रामकृष्णभट्टा एकं ज्ञानम् उदाहरन्ति भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् इत्या आकारकम् इदानीं ग्रन्थकार वदति वयं वह्नी अभावपर्वते इति व्याप्ति ज्ञानपरामर्श दृष्टवन्तः अन्यानि उदाहरणानि अपि सन्ति तस्य निरूप्यनिरूपकभाव अवच्छेद अवच्छेदकभाव स्वीकृत्य तस्य अभ्यासम् अन्यानि ज्ञानानि अपि सम्प्रदाय सिद्धानि योजित्वा चिन्तनं कुर्मः तेषु च अस्मात् गुरुचरणा इति मम गुरुचरणौ वन्दना कृत्य तस्य आदरणीय प्रातःकाले स्मृत्वा ग्रन्थकारस्य गुरु अस्ति रामकृष्णभट्ट, तं स्मृत्वा नमन कृत्वा कालटी हा यत् कालटी नगरे स्थित अस्ति तस्मिन् सः स्मृत्वा निमित्वा नत्वा है नत्वा नत्वा नत्वा सः वदति एतत् पुनः भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् इति आकारस्य विस्तरेण साधनीय निरूप्य विस्तरेण मुख्यभाव सिद्धित्वम् भूतलं भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् इति तत्र यथा अहं चित्रं पश्यामः भूतलं भवति पक्ष तस्मिन् अस्ति मुख्यविशेषता अन्तिम रथवत् यत्वत् अस्ति तत् अस्ति भूतले निष्ठ रथं रथम् अस्ति रथ अस्ति रामवत् रामवत् अस्ति मुकुटवत् मुकुटवत् अस्ति मणिवत् अस्ति तस्य कथं निरूप्यनिरूपकभावधारा अस्ति तत् कथं वदामः यदि मणि स्वीकृत्य मणि इति तस्मिन् अस्ति मुख्यप्रकारः मुख्यप्रकारस्ति मणि तत् स्वीकृत्य वदामि मणित्व अवच्छिन्ना मणिनिष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्ना मुकुटत्व अवच्छिन्ना मुकुटनिष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न रामत्व अवच्छिन्न श्रीरामनिष्ठ प्रकारता निरूपित विशेषत्व अवच्छिन्न रथत्व अवच्छिन्न रथनिष्ठ प्रकारता निरूपित भूतलत्व अवच्छिन्न भूतलनिष्ठ विशेषता निरूपकज्ञानं भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् सम्यक् केवलम् अन्ते विशेषत्व अवच्छिन्न भूतलत्व अवच्छिन्न भूतलनिष्ठ किं भूतलं निरूपकं ज्ञानं भूतलत्व भूतलत्व अवच्छिन्न भूतलनिष्ठ विशेषता निरूपकज्ञानम् इति भवति तथा अस्ति केवलं विशेषता अवच्छेदकं विशेषता अवच्छिन्न मुख्यविशेषता अस्ति तत्र विशेषता अवच्छिन्न न भवति भवति खलु पूर्वं पर्वतत्व अवच्छिन्न आसीत् खलु पर्वतत्व अवच्छिन्न विशेषता तथा एव विशेषत्व सत्यं सत्यं क्षम्यतां सत्यं सत्यम् उपरि अधो आगच्छत् सत्यं सत्यं साधु साधु प्रश्नः अस्ति वा लक्ष्मी भगिनी अत्र वाक्यस्य आशयः कः भूतले भूतले रथः अस्ति रथे श्रीरामः अस्ति श्रीरामस्य शिरसि मणिमुकुटः अस्ति इति तदेव वाक्यस्य आशयः सत्यं तथैव अस्ति अस्तु अत्र अत्र तत्र पर्वते बन्धिवान् तत्र केवलं तत्र पदार्थत्रयाः त्रयः पदार्थाः एव सन्ति इत्युक्ते पर्वतः धूमः अपि च धूमः अनन्तरं बन्धिः इति परामर्शस्य अत्र तु चत्वारः पदार्थाः सन्ति मणि मुकुटं मणिमुकुटः श्रीरामः रथः इति आकारक इति आकारकं तत्र अत्र सत्यं त्रयः पदार्थाः सत्यं किन्तु सत्यं किन्तु यथा परामर्शे पञ्चपदार्थघटितः सन्ति इति उक्तं खलु पञ्चपदार्थाः अभावः अधिकरणं वृत्तितम् अभावः पुनः साध्यः तथा एव यथा पञ्च तत्र अत्रापि तथा पञ्च विषयाः परस्पर विशेषताप्रकारसम्बन्धः अस्ति खलु तथा एव समानं परामर्शवाक्ये सर्वं नास्ति पर्वतः वक्ष्णीव्याप्य द्यूमवान् तत्र केवलं सरलमस्ति किन्तु जानीमः परामर्शे किं किम् अस्ति व्याप्तिज्ञानं सर्वमस्ति खलु किन्तु अत्र परामर्शज्ञानं नास्ति खलु, अत्र केवलं प्रत्यक्षज्ञानमस्ति, अस्मिन् वर्गे केवलं प्रत्यक्षज्ञानम्, अत्र अनुमान अनुमतिः किमपि नास्ति, केवलं विशेषता प्रकारता इति सत्यं तथा एव. यथा परस्परं परस्परसम्बन्धः पूर्वम् आसीत् प्रकारता विशेषतः, तथा एव अस्मिन् ज्ञाने भूतलं मणिवत् मुकुटवत् श्रीरामवत् घटवत् रथवत् इति ज्ञाने अपि तादृश किं चैन् अस्ति खलु, परस्परसम्बन्धयुक्त ज्ञान किं शृङ्खला अस्ति. एतत्तु विशिष्टवैशिष्ट्यज्ञानं खलु, इत्युक्ते मणिमुकुटविशिष्टश्रीरामः श्रीरामविशिष्टरथः भूतले अस्ति. सत्यं अस्ति. पूर्व वहन्या भाव धूम वहिनी व्याप्य धूम तत्र व्यतिरेकव्यभिचार उदाहरणमस्ति, अत्र व्यतिरेकव्यभिचार उदाहरणं नास्ति रत्ने, रामकृष्ण भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् साधु. अत्र अनुमानम् अपि नास्ति खलु, यथा भगिनी उक्तवती सर्वं प्रत्यक्षं खलु अत्र. आम् अनुमानविषयः नास्ति, केवलं तत्र भिन्नविषयाः सन्ति, भूतले रथः, रथाश्रयः श्रीरामः, श्रीरामाश्रयः मुकुटः, तस्य तत्र मणेः आश्रयः अस्ति इति अस्ति खलु, परस्परं किं प्रकारता विशेषता. किन्तु अत्र व्याप्तिज्ञान परामर्शज्ञानम् अस्ति एतत् रैट्, भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् कथं परामर्शः. व्याप्ति कुत्र अस्ति न जानीमः खलु, व्याप्ति किमपि नास्ति. अस्तु, यत्र यत्र रामः तत्र तत्र मुकुटः इति न वक्तुं शक्नुमः, तथा नास्ति खलु, तथा किमपि नास्ति, व्याप्तिः नास्ति, परामर्शः नास्ति, केवलं ज्ञानस्य एक उदाहरणमस्ति. मुकुट मणि मुकुटं व्याप्नोति, मुकुट श्रीरामः व्याप्नोति. यथा समूहालम्बनज्ञानम् आसीत् खलु, तथा एव बहवः विशेषतः बहवः प्रकारतायाः विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् अस्ति. तदपि अस्ति. अस्तु अस्तु, आमामाम् साधु. आमाम् तत्र अग्रे लक्ष्मी भगिनी इतोपि एकम् उदाहरणम् एवमेव. एवमेव अधुनातनशास्त्रैः निर्दिष्टं क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रः शेषवान् इति च दर्तुं शक्यम्. अत्र यदा पूर्वस्मिन् उदाहरणे तथा क्षीरसागरः क्षीरसागरः इति विशेषता मुख्यविशेषता तत् मुख्यविशेषता ततः उपरि चतुर्मुखवत् कमलवत् यथा पूर्वं रथः आसीत् खलु, भूतले रथः अस्ति, तथैव अत्र विपरीतरीत्या गन्तव्यं. क्षीरसागरे किम् अस्ति, शेषः अस्ति. ओ क्षीरसागरे शेषः अस्ति, सः आदिशेषः आदिशेषः अस्ति, सः चतुर्मुखवत् कमलवत् कमलनेत्रवत् ओ शेषवान् इति तस्य ओ क्षीरसागरः इति यथा भूतवती पक्षपक्षं पर्वतः पक्षः इति तादृशं क्षीरसागरः शेषवान् इति अस्तु. शेषवान् इति विशेषणं मुख्यविशेषणं तत् कथमस्ति इति मुख्यप्रकारता अस्ति खलु, क्षम्यतां मुख्यविशेषता मुख्यविशेषता क्षीरसागरे मुख्यविशेषता तत्र आदिशेषः अस्ति. आदिशेष इति सर्पः खलु, सर्पः तत्र कः शयनं करोति? विष्णुः, कमलनेत्रः. कमलनेत्रः इति विष्णुः. तत्र तस्य नाभि अस्ति विष्णोः, तस्य नाभीतः एकं स्टाक् आगच्छति यत्र कमलमस्ति. चित्रं दृष्टवती वा इति न जानामि, अहं दृष्टवान्, मम गृहे अस्ति. तत्र कमलम् आगच्छति तस्य नाभीतः, तस्मिन् कमले ब्रह्माजी वसति. सः चतुर्मुखः, कमलाश्रय चतुर्मुखः, कमलनेत्र आश्रयः कमलम्. आदिशेषः विष्णो आश्रयः. आदिशेषः तस्य आश्रयः अस्ति क्षीरसागरः. सागरे शेषः अस्ति, शेषे विष्णुः अस्ति, विष्णोः नाभितः कमलम् अस्ति, कमले चतुर्मुखः स्थितः इति चित्रम्. इदानीं वदतु भूतलनिष्ठ, क्षम्यतां, किम् उपरितः उपरितः किं चतुर्मुखनिष्ठप्रकारता निरूपित कमल प्रकारता निरूपित विशेष निरूपित विशेषतायाः आश्रयः कमल कमलत्व अवच्छिन्न कमलत्व अवच्छिन्न कमलनिष्ठ प्रकारतानिरूपित कमलनेत्रत्व प्रकारतानिरूपित विशेषत्व अवच्छिन्न कमलनेत्रवत् कमलनेत्रत्व अवच्छिन्न कमलनेत्र निष्ठ कमलनेत्रनिष्ठ प्रकारतानिरूपित प्रकारतानिरूपित पुनः विशेषत्व अवच्छिन्न शेषत्व अवच्छिन्न शेषनिष्ठ क्षीरसागरः शेषनिष्ठप्रकारतानिरूपित प्रकारतानिरूपित क्षीरसागरः विशेषता निरूपकज्ञानम् सरलाभगिनी वदति वा? उपरितः चतुर्मुखत्व अवच्छिन्न चतुर्मुखनिष्ठ प्रकारतः निरूपित विशेषत्व अवच्छिन्न कमलत्व अवच्छिन्न कमलनिष्ठ प्रकारतः निरूपित विशेषत अवच्छिन्न कमलनेत्रत्व अवच्छिन्न कमलनेत्रनिष्ठ प्रकारतः निरूपित विशेषत्व अवच्छिन्न शेष अवच्छिन्न श्रेष्ठनिष्ठ प्रकारता निरूपित क्षीरसागर अवच्छिन्न क्षीरसागरनिष्ठ विशेषतानिरूपकज्ञानम् इति अस्ति. भगिनी साधु एकवारं वक्तुमिच्छति वा? अस्तु पुनः वदतु, मन्दं मन्दं वदतु, एकवारं वदतु. अस्तु स्पष्टं भवति. अस्तु चतुर्मुखत्व अवच्छिन्नप्रकारतानिरूपितविशेषत्व विशेषत्व अवच्छिन्न विशेषस्य विशेषता विशेषत्व अवच्छिन्न कमल कमलत्व अवच्छिन्न विशेषता अवच्छिन्न कमलत्व अवच्छिन्न कमलनिष्ठ कमलनिष्ठप्रकारतानिरूपित विशेषत्व अवच्छिन्न विशेषत्व अवच्छिन्न इदानीं कमलनेत्रः कमलनेत्र कमलनेत्रत्व अवच्छिन्न कमलनेत्रनिष्ठ कमलनेत्रनिष्ठ विशेषनिरूपित विशेषता विशेषत्व अवच्छिन्न शेषनिष्ठ शेषत्व अवच्छिन्न शेषनिष्ठ प्रकारता निरूपित प्रकारतानिरूपित विशेषता विशेषत्व अवच्छिन्न इदानीं क्षीरसागर सागरत्व अवच्छिन्न विशेषता क्षीरसागरत्व अवच्छिन्न विशेष क्षीरसागर अवच्छिन्न विशेषता विशेषता इति अन्ते अस्ति यथा 189 क्षीरसागरत्व अवच्छिन्न विशेषता निरूपकं ज्ञानं क्षीरसागरनिष्ठविशेषता तदा वक्तुं शक्नुमः. पूर्व अस्मिन् 189 पेज् तमे पुटे प्रथमवाक्यम् अस्ति खलु, तत्र भूतलपर्वतनिष्ठति न उक्तं, किन्तु वक्तुं शक्नुमः तदपि साधु. पर्वतद् अवच्छिन्न पर्वतनिष्ठविशेषता इति वक्तुं शक्यते. तत्र न उक्तं किन्तु तदपि साधु. प्रत्येकप्रकारता प्रत्येकविशेषताया त्रयः विशेषणा सन्ति, तस्य उक्तवान् तेषां भक्ति प्रकारतयाः त्रयविशेषणा, एकमस्ति विशेषत्व अवच्छिन्न, अन्य भवति अभावत्व अवच्छिन्न वा अभावनिष्ठ. तथैव विशेषता प्रकारत्व अवच्छिन्न अभात्व अभावत्व अवच्छिन्न अभावनिष्ठ. कोऽपि अधिकरणमस्ति तस्य नाम उच्चारणया. प्रकृतम् अनुसरामः. एतादृशात् पर्वतः वह्निव्यापिमत् धूमवान् इति परामर्शात् जायमान् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः. इदानीं वयं दृष्टवन्तः समूहालम्बज्ञानविशिष्टवैशिष्ट अवगाहि ज्ञानम्. इदानीं उदाहरणानि दृष्ट्वा वयं प्रकृतम् अनु उदाहरणम् आगच्छामः. पर्वतवह्निमान् व्याप्तिमत् धूमवान् इति अस्माकं पूर्वं दृष्टवन्तः. पर्वतः अस्ति वह्निव्याप्तधूमवान् इति भवति. धूमवान् द्वाभ्यां ज्ञानाभ्यां पर्वतः धूमवान् अपि वह्निव्याप्य धूम इति द्वाभ्यां ज्ञानाभ्यां यत् ज्ञानम् आगच्छति अपरामर्शज्ञानम् अस्ति. वह्निव्याप्यमत् धूमवान् अयं पर्वतः. तस्मात् ज्ञानात् अन्यज्ञानं जनयति तत् अस्ति पर्वतो वह्निमान् तत् अस्ति अनुमितिज्ञानम् अवा अनुमा सो अस्माकं पर्वतो वैनिमान् यत् अनुमितिज्ञानम् अस्ति तस्य कारणं भवति परामर्शज्ञानं व्यापारत्वेन आगच्छति वैनिव्याप्तवत् वैनिव्याप्तिमत् धूमवान् पर्वत् इति अस्ति परामर्शज्ञानं व्यापारत्वेन आगच्छति अनुमिति प्रति अनुमितिः अस्ति पर्वतः वह्निमान् इति अत्र वर्गे उक्तं यत् केचन जनाः परामर्शस्य अवश्यं न स्वीकुर्वन्ति परामर्शः किमर्थम् अवश्यम् इति किन्तु न्यायिकाः स्वीकुर्वन्ति अपि मम चिन्तनमपि यत् एवम् अस्ति यतोहि व्याप्तिज्ञानम् अपि च पक्षज्ञानं पक्षे किम् अस्ति तत्र एकं योजनं भवेत् खलु युक्तिः भवेत् ओ अस्मिन् पर्वते तादृश धूमः अस्ति कीदृशधूमः वह्निव्याप्य धूमः अस्ति तस्मात् पर्वतः वह्निमान् इति मम चिन्तनं किन्तु महोदय एकम् उदाहरणं दत्तवान् अग्रे भवान् नास्ति तत् पर्वत लोकितवान् अपि यदि पर्वत लोकितवान् धूमवान् व्याप्य द्वे भिन्नौ अस्ति लोकित पर्वतलोकितवान् इति पर्वतप्रकाशवान् तत् न वदति धूमवान् अस्ति वा न तत्र व्याप्तिदोषः आगच्छति अतः नव नैयाकरणान् ते न अङ्गीकुर्वन्ति परामर्शज्ञानस्य मध्ये अहमस्मि परामर्शमिति केवलं नामकरणं खलु तत्र सोपानद्वयम् अवश्यं सोपानद्वयं तु अवश्यमेव प्रथमं प्रत्यक्षज्ञानं तूमस्ति प्रत्यक्षज्ञानम् अनन्तरं दृष्टान्ते पूर्वस्मिन् अनुभवात् वा संस्कारात् वा स्मृति तत्र यत् ज्ञानं पुनः वह्नितः उत्पन्नः भवति इति तादृश किमपि ज्ञानं द्वितीयज्ञानं प्रत्यक्षज्ञानं तत्र अन्यद्वितीयज्ञानं द्वयोः मिलित्वा वह्निः तत्र अस्ति इति अनुमितिः अस्ति तयोः तस्य पूर्वं केवलं तत्र नामकरणमस्ति ज्ञानद्वयोः परामर्शे किं वदन्ति अत्र प्रथमं प्रत्यक्षं पर्वते धूमः अस्ति इति आरम्भम् अग्रे स्मरणम् ओहो यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अपि अस्ति इति व्याप्तिज्ञानस्मरणम् अग्रे परामर्शः ओहो अस्मिन् पर्वते तादृशधूमः अस्ति परामर्शः अनन्तरम् अनुमितिज्ञानं खलु इति अस्मिन् पुस्तके उक्तम् अस्तु अग्रे लक्ष्मी भगिनी समापयतु एतादृशकार्यकारणभावं बुद्धौ निधाय अनुमानलक्षणम् अनुमतिलक्षणं च आह अनुमतिकरणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमतिः इति अस्तु एतादृशकार्यकारणभावम् इत्युक्ते अत्र कार्यमस्ति कार्यमस्ति ज्ञाने पर्वतः वह्निमान् यत् तत् यदा तादृशज्ञानं कार्यमस्ति तस्य कारणं पर्वतः धूमवान् इति न केवलं तत् पर्वतः धूमवान् वह्निव्याप्ति धूमवान् पर्वतः वह्निव्याप्ति धूमवान् इति परामर्शः तद् कारणं परामर्शः एव कारणम् परामर्शः एव कारणं कार्यमस्ति पर्वतः कार्यमस्ति पर्वतः वह्निमान् इति कार्यं ज्ञानम् अस्तु कार्यक्रमभावं बुद्धौ निधाय अनुमानलक्षणम् अनुमतिलक्षणं च आह. अनुमानलक्षणम् अनुमतिकरणम् अनुमानम् इत्युक्ते अनुमत्याः करणम् अनुमानम् अनुमितेः खलु अनुमतेः अनुमतेः करणम् अनुमानम् परामर्शजन्यं ज्ञानम् अनुमतिः इति अत्र करणम् इति व्याप्तिज्ञानम् अपि च परामर्श इति व्यापारः इति प्रायः उक्तं खलु अस्मिन् शीर्षकस्य आरम्भे आरम्भे वयम् उक्तवन्तः अनुमानम् इति तत्र प्रथमम् एकविधः ज्ञानं भवति क्रिया एकः एव तुल्यक्रियाद्वयं यत्र भवति तत् अत्र मा इति एकविधज्ञानम् अनुमानम् इति तत् तस्मिन् अनन्तरं यत् यत् ज्ञानम् उदेति तत् अनुमानमिति एकनिमिषम् एकनिमिषं ज्ञानमस्ति अनुमा अनुमानमिति माध्यम् अनुमानमिति प्रमाणम् इस् ए मेथड् अनुमानमिति ज्ञानम् अनुमानमिति करणं प्रमाणं यदा प्रत्यक्षं तथा अनुमानं मीन्स् आफ् नालेज् अनुमितिः इति ज्ञानम् अनुमितिः अथवा अनुमा इति ज्ञानम् अनुमानं मेथड् अनुमानम् एव करणम् अनुमितेः करणम् अनुमानम् अनुमितिः इति अन्तिमसोपानम् अनुमितिः इति अन्तिमसोपानं खलु अनुमितिः इति ज्ञानं किन्तु तदेव अन्तिमसोपानम् इत्युक्ते पर्वतः वह्निमान् यदा वदामः तदेव अन्तिम विषयः ज्ञाने अस्ति तत् अनुमतिः इति ज्ञानं तस्य करणम् अनुमानम् अनुमानम् अस्तु अनुमानम् इत्युक्ते अत्र व्याप्तिज्ञानम् अत्र अनुमानं व्याप्तिज्ञानम् ओ अनुमानमिति व्याप्तिज्ञानम् अस्तु निव्याप्य धूम व्याप्तिज्ञानम् किन्तु परामर्शजन्यं अनुमानम् इत्युक्ते वह्निव्याप्तधूमः अनुमानम् इत्युक्ते वह्निव्याप्तिधूमः इति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् एव परामर्शजन्यं ज्ञानम् अनुमितिः अस्तु पुनः अनुमिति इति ज्ञानं परामर्शजन्यम् इत्युक्ते परामर्शेन जन्यज्ञानम् अनुमितिः परामर्शात् यद् ज्ञानं जायते तद् अनुमितिः अत्र एकवारं वदामि क्रमेण वदामि अनुमितिः इत्युक्ते ज्ञानम् अनुमा पर्वतः वह्निमान् इति अनुमितिः कथं वक्तुं शक्नुमः अनुमानेन अनुमानमिति प्रमाणं करणं ज्ञानमार्गः यथा प्रत्यक्षं तथा अनुमानम् अनुमानम् अत्र किं व्याप्तिज्ञानम् एव अनुमानम् यतोहि व्याप्ति जानामि जानाति कोऽपि तथा सः वक्तुं शक्नोति खलु पर्वतः धूमं दृष्ट्वा पर्वतः मन्यमान् इति व्याप्तिज्ञानेन सः वक्तुं शक्नोति तर्हि करणम् अनुमानं किन्तु अनुमितिः परामर्शजन्यम् अत्र परामर्शः इति व्यापारः मध्ये आगच्छति व्यापारः कः इत्युक्ते पूर्वं पठितं खलु तज्जन्यत्वे तज्जनक जनकत्वं इति व्याप्तिज्ञानात् परामर्शः जायते, परामर्शात् अनुमितिः जायते, परामर्श मध्ये व्यापारः इव आगच्छति खलु, परामर्शः व्यापारः. अस्तु अस्तु, अनुमितिः परामर्शः व्यापारः, परामर्शजन्यं ज्ञानम् अनुमितिः. ओ अस्तु, अनुमानात् इति करणं तत्र व्यापारः व्यापारः उत्पद्यते तदेव परामर्शः, परामर्शात् अनुमितिः इति ज्ञानं जायते. अपि च बहुपूर्वम् एकं करपत्रं स्वरूप महोदयेन दत्तं, तत्र अनुमानविषये सोपानचतुर्थम् उक्तं, प्रथमं प्रत्यक्षम्, अनन्तरं व्याप्तिस्मरणम्, अनन्तरं परामर्शः, अनन्तरम् अनुमितिः. तर्हि अनुमानम् इन्क्लूड्स् प्रत्यक्षं, व्याप्तिस्मरणं, परामर्शः इत्यपि एकदृष्ट्या वक्तुं शक्नुमः. किन्तु वर्गे किम् उक्तम् अनुमानम् अत्र प्रायः महोदयं पृष्टव्यम्. अनुमानमिति सर्वं तत् अन्तर्भूतः अस्ति, प्रत्यक्षं, व्याप्तिस्मरणं, परामर्शं सर्वं. किन्तु सरलरूपेण परामर्शः इति व्यापारः, करणम् अनुमानम्, अनुमानम् इति प्रमाणं, मेथड्. अस्तु, ओ अस्तु. अनुमितिः इति ज्ञानम्, अनुमा अथवा अनुमितिः ज्ञानम्. अनुमानम् अनुमानम् एव तत्र प्रमाणम् इत्युक्ते परामर्शः तत्र अनुमानमेव व्यापारः नास्ति. अनुमानमेव व्यापारः एव दृश्यते. यदि अनुमानः अनुमानम् इति वदामः तदेव व्यापारः एव दृश्यते. अतः परामर्शः इति अन्यनामकरणमिव इव भासते केवलं. तथा भवितुम् अर्हति. अनुमाने व्याप्तिज्ञानम् आवश्यकं खलु, यत्र यत्र न जानामि चेत् कथं जानामि वह्निः अस्ति इति. हा, तद् अवश्यं व्याप्तिज्ञानम् अवश्यम् अस्मिन् पक्षे. अस्मिन् पक्षे तादृशव्याप्तिविशिष्टहेतुः अस्ति इति परामर्शः. ओ अस्तु अस्तु. अन्ते अनुमितिः. अस्तु, अग्रे पठतु. अस्याः अनुमितेः जनकीभूतः परामर्शः स्वविषयः निरूपितः एव, तत् लक्षणं सज्जन्यत्वं च अनुमितेः आह सङ्ग्रहे व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. यथा वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शः, तज्जन्यं वह्निवान् पर्वतः इति ज्ञानम् अनुमितिः. अस्तु, अस्याः अनुमितेः जनकी अस्तु अनुमितिः इति परामर्शेन परामर्शेन जन्यज्ञानं तत् स्वविषयकः इत्युक्ते परामर्शः स्वविषयः निरूपितः एव. परामर्शः स्वविषयकः इति कुत्र निरूपितः? पूर्वस्मिन् सप्तविषयः खलु, निष्ठप्रकारतानिरूपित अभावनिष्ठ सर्वम् अधिकारनिष्ठत्वनिष्ठ अभावः सर्वं सप्त पञ्चव सप्तविषयाः परामर्शे अन्तर्भूतः अस्ति. सत्यम् अस्तु. तत् लक्षणं तज्जन्यत्वं च अनुमितेः आह तत् लक्षणम् इत्युक्ते तत्र तत् इत्युक्ते परामर्शः इति ज्ञानस्य लक्षणं परामर्शः इति तस्य लक्षणं तत् लक्षणम् कस्य लक्षणं ज्ञानस्य परामर्शः इति एकप्रकारकः ज्ञानं खलु तस्य लक्षणं परामर्शस्य लक्षणं परामर्शस्य लक्षणं तज्जन्यत्वं तज्जन्यत्वं च अनुमितेः तज्जन्यत्वम् इत्युक्ते तस्मिन् किं परामर्शः किं जायते इति इति तदस्ति अनुमिति इति ज्ञानम्. सो अनुमितेः रक्षणं तत् तर्कसङ्ग्रहे एतादृशम् उक्तम् इति अस्तु. व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. व्याप्तिविशिष्टपक्षधर्मताज्ञानम् अस्तु परामर्शः. व्याप्तिविशिष्टपक्षधर्मताज्ञानं पूर्वं वयं व्याप्तिविशिष्टधूमः इति व्याप्तिविशिष्टधूमः इति परामर्शः. पक्षधर्मता पक्षधर्मता इति अग्रे आगच्छति, किन्तु हेतुः एव पक्षधर्मता. ओ हेतुः एव पक्षधर्मता अस्तु. यथा वह्नि अस्तु यथा वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शः अस्तु. पुनः वह्निव्याप्य धूमवान् अयं पर्वतः अस्तु. पूर्वमेव एतत् पठितवन्तः खलु, धूमः वह्निव्याप्य धूमः इति, वह्निव्याप्यधूमः अयं पर्वतः, वह्निव्याप्यधूमवान् अयं पर्वतः इति ज्ञानं परामर्शः. तज्जन्यं वह्निमान् पर्वतः इति ज्ञानम् अनुमितिः अस्तु. अस्तु, अत्र पक्षधर्मताविषये बहु किमपि अग्रे आगच्छति, अग्रिमे सप्ताहे पठ्यते, इदानीं न उक्तं, किन्तु केवलं सरलरूप्या पश्यामः चेत् तथा एव अस्ति. पक्षधर्मता पक्षे यः धर्मः अस्ति सः एव यथा अत्र उक्तं, वह्निव्याप्यधूमवान् व्याप्तिविशिष्ट वह्निविशिष्ट किं व्याप्तिविशिष्ट धूमवान् पर्वतः धूमवान् पर्वतः इति हेतुवान् पक्ष अग्रे आगच्छति प्रायः महोदयेन उक्तम् अस्तु. साधु अस्तु, प्रश्नः नास्ति चेत् स्थापयामः. आम् महोदय, अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः, नमस्कारः.